पद्मपुराणं खण्डं 6 उत्तरखण्डः अध्यायं 250 श्रीरुद्र उवाच रुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे असौ मदनसम्भूतो महाबलशम्बरं जघ्निवान् तस्य रुक्मिणः सुदायामनिरुद्धो जज्ञे सोऽपि बाणपुत्री मुषां नाम कन्यामुपयेमे सा दुःस्वप्ने नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेदं षोडश समा यथावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेन पीडिता भ्रान्तचित्ता मान्दु त्यक्त्वा वयस्कं रक्तारविन्दवक्त्रं क्वासिक्व यासीदि बहुधा विललाप तदस्तस्यां सखी चित्रलेखे दिनामकन्यां तादृशीमवस्थां गदां विलोक्य किं निमित्तविभ्रान्तचित्तासीदि पप्रच्छ सापि स्वप्नलब्धं पदीं यथावदाचष्ट सापि सकलदेव मानुषादिश्रेष्ठान् पडे विलिख्य तस्यै दर्शयामास यदुवंशसम्भूतान् कृष्णसङ्घर्षणप्रद्युम्नानि रुद्धादीनपि सम्यङ्गिन वेदयामास सा तेषां कृष्णमनुमान्यप्रद्युम्नानान्तरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिङ्ग अथ चित्रलेखा बह्वीभिर्मायावतीभिर्दैत्यस्त्रीभिर्द्वारवतीं गत्वा रात्रावन्तःपुरे सुप्तमनिरुद्धं दृष्ट्वा गृहीत्वा मोहयित्वा माहिष्मत्यां बाणस्यान्तःपुरे चैत्यप्रासादादियुक्ते तस्य बाणपुत्र्याः शय्यायां शिक्षेप सोऽपि प्रबुद्धोऽधिरम्येनङ्गपावके संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवसनगन्धमाल्यालङ्कृतां काञ्चनवर्णां सुकेशीं सुजातस्थनीं दृष्ट्वा गाढमालिङ्ग्य करिण्या गन्धहस्तीव तयादिप्रीतिसंयुक्तया यथा सुखं रमयामास एवं मासमात्रं निरन्तरतया निरुद्धं रममाणं कदाचिदन्धःपुरनिवासिन्यो वृद्धा दैत्यस्त्रियो ज्ञात्वा राज्ञे निवेदयामासुः स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहानयतेदि पुरः किङ्करान् प्रेषयामास तेऽपि तूर्णं नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं गृहीतुमाजग्मुः स तान् समारब्धान् दृष्ट्वा प्रासादस्तं भक्मेकं हेलयोत्पाट्य नियुतसङ्ख्याकान् किङ्करान् मुहूर्तमात्रणैव स्तम्भेन चूर्णितमात्रं चकार अध दैत्यपदेर्निहतान् किङ्करान् दृष्ट्वा कौतूहलं गत्वा असौ श्रीकृष्णपौत्र इति देवर्षिणा प्रोक्तो धनुरादाय स्वयमेवानिरुद्धं ग्रहीतुं तत्समीपमाजगाम अनिरुद्धोऽपि योद्भूमायान्तं सहस्रबाहुं राजानं दृष्ट्वा तत्परिखं भ्रामयित्वा बाणस्योपरि चिक्षेप स्वचापनिर्मुक्तेन बाणेन तं परिखं चिच्छेद अनन्तरमुरगास्त्रेण अनिरुद्धं निबिडं बद्ध्वा स्वान्धपुरे निवेशयामास अथ कृष्णोऽप्येवं विधमेव देवर्षिणा ज्ञात्वा बलदेवप्रद्युम्न सहृदस्वसेनया विहङ्गमेन्द्रमारुह्य तस्य बाणस्य भुजवनं चेत्तुमाजगाम बलिपुत्रेण पुरा शङ्करोर्चितप्रसन्नो वरं वृणीष्वेत्युवाच तमीश्वरं बाणो मम पुरद्वारिरक्षार्थं सर्वदोपविश्य समागतं परसैन्यं जहीत्येवं वरमयाचत तं तदेत्युक्त्वा शङ्करोऽपि तस्य पुरद्वारि सायुधः सपुत्रः सगणः समासीनस्तस्मिन्नेव काले रुषा स्वसेनया समागतं वासुदेवं दृष्ट्वा वृषमारुह्य सर्वायुद्धोपेदस्वपुत्रगणसंवृदो योद्धुं निश्चक्राम कृष्णोऽपि तं भूतपदिं गजचर्मकपालभस्मधरं ज्वलितोरगाकल्पम् पिङ्गलं त्रिलोचनं त्रिशूलधरं सर्वभूतगणसंहृदिकर्तारं सर्वभूतभयावहं संवर्ताग्निप्रदं पुत्रद्वयसमन्वितं समस्तगणावृतं त्रिपुरान्तकं दृष्ट्वा सेनां सुदूरे पृष्ठतो निवेश्य बलभद्रप्रद्युम्न सहितस्तेन रुद्रेण सह प्रहसन्निव योद्धु मारेभ्ये प्रथमं तदभूत्घोरं कृष्णशङ्करयोस्तदा पिनाकशार्ङ्गनिर्मुक्तैर्बाणैः संवर्तकोपमैः रामोऽपि चक्रे बाणेन प्रद्युम्नषण्मुखेन च युयुधादे महावीर्यौ सिंहाविव बलोत्कटौ विनायकस्वदं तेन जखानोरसि यादवं रामो मुशलमादाय तस्य दन्तमताडयद निर्भिन्नदन्तसहसा प्रदुद्रावाकुवाहनः तदा प्रभृति लोकेऽस्मिन् हतदन्तो गणेश्वरः देवदानवगन्धर्वैरेकदन्त इति रिदः प्रद्युम्नेन समं युद्धं चकार शिखिवाहनः गणान् विद्रावयामास मुशलेन हलायुधः कृष्णेन सुचिरं कालं युद्धासौ नीललोहितः तापज्वरं महादीप्तमस्मिन् संयोज्य सायके कोपान् मुमोच तदसौ भृशं संरक्तलोचनः तदस्त्रं वारयामास कृष्णशीदज्वरेण तु ताभ्यां हरिहराभ्यां तु विसृष्टौ ताविमौ ज्वरौ विश्वदुर्मानुषे लोके तयोरेवाज्ञया भृशं हरिशङ्करयोर्युद्धं ये तु शृण्वन्ति मानवाः ते सर्वे ज्वरनिर्मुक्ताः प्राप्नुवन्ति निरामयं ततः सदु हृषिकेशो मोहनास्त्रं दुरासदं नियुज्य बाणं भूदेशे मुमोच मधुसूदनः मुहुर्मुहुर्व्यजृम्भद्वै तेनास्त्रेण विमोहितः पपादमूर्च्छितो भूमौ शङ्करस्त्रिदशेश्वरः पितरं मोहितं दृष्ट्वा शक्तिमुद्यम्य वीर्यवान् योद्धुमभ्याययौ कृष्णं षण्मुखशिखिवाहनः हुङ्कारेणैव तं कृष्णश्चकारात्र पराङ्मुखम् एवं जित्वा यदुश्रेष्ठशूलवाणीं त्रिलोचनं महास्वनं पाञ्चजन्यं शङ्खं दध्मौ प्रदाभवान् कृष्णेन निर्जितं श्रुत्वा सात्मजं शङ्करं तदा बाणस्यन्दनमास्थाय ययौ युद्धाय केशवं स दृष्ट्वा सहसा कृष्णं गरुडोपरि संस्थितं चादयामास गोविन्दं बहुशस्त्रास्त्रविष्टिभिः गदाभिपरिखैशूलैः शक्तिभिस्तोमरैरपि भिण्डिपालैश्च खङ्गैश्च चक्रैर्बाणैर्निरन्तरं तानि सर्वाणि चिच्छेद चक्रेणैव जनार्दनः ससर्ज तस्य बाहूनां छेदनार्थं सुदर्शनम् उक्तं धनुजराजस्य सहस्रारं सुदर्शनं तद्बाहुकाननं तूर्णं चिह्नं चक्रे सहस्रधा एतस्मिन्नन्तरे देवि पार्वती संश्रितव्रत हरे समीपमागत्य कृताञ्जलिरभाषत पार्वत्युवाच कृष्णकृष्णजगन्नाथ नारायणदयानिधे दास्यस्मि तव देवेश पूर्वभावे यदुत्तम त्वया दत्तं वरं मह्यं तदा कौशलपर्वते सौभाग्यं शाश्वतं सौम्यप्रसन्नेन महात्मना तव मुख्यं सहस्रस्य नाम्नामन्यतमं विभो गौरी सौभाग्यदातेदि मुनिभिः परिकीर्तितं तत्सत्यं गुरुगोविन्द गरुडारूढशाश्वत तस्मान् मम पदिं देवत्वं जीवयितुमर्हसि रुद्र उवाच एवमुक्तस्ततो देव्या कृष्णकमललोचनः अस्त्रं संहारयामास येनासौ मोहितः पतिः कृष्णास्त्रेण विनिर्मुक्तः सर्वभूतपतिः शिवः उद्धाय प्राञ्जलिर्भूत्वा तुष्टाव जगदां पदिं शङ्कर उवाच कृष्णकृष्णजगन्नाथ भगवन् पुरुषोत्तम परेश परमेशान अनादिनिधनाव्यय तीव्रवीर्यं मनुष्येषु शरीरग्रहणात्मिका सर्वस्य तव चेष्टेयं मानलक्षणमेव तद प्रसीद मे नमस्तुभ्यं प्रसीद मम शाश्वत प्रसीद मे जगत्स्वामिन् प्रसीदाच्युतकेशव त्वमेव जगदां स्रष्टा धादा हर्ता जगद्गुरुः त्वमेव चिदचिद्वस्तुरूपं ब्रह्मसुरेश्वर त्वमादिस्त्वमनादिस्त्वमीश्वरशेष एव च त्वं महत्त्वं परं ब्रह्म प्रत्यगात्मा त्वमेव हि समस्थामरवर्यस्त्वमर्त्यस्त्वं सुरेश्वर त्वं मर्त्येश सयोनिस्त्वं सौशील्येन तव प्रभो तव श्वाससमुत्पन्नौ परजीवौ सनातनौ ततश्च पाल्यते चैव तव वात्सल्यगौरवाद क्षराक्षरे परे धाम्नि रुचो नित्यं सुराश्रये अधिविश्वे निदेशित्वां दास्य कर्मणि नान्यथा यस्त्वां न वेदलोकेऽस्मिन् समूढः सर्वभावनः परावरेश्वरं धाम विदुर्दास्ये मनीषिणः ते वै समासदे युक्तास्तत्पदं त्रिदशै समं सामान्यो भजदे दूरे नन्दु नित्यं पदं तव तस्य तुर्या चारुकेशी चावस्था कटदे तव मिथुनानि तवाध्यक्षब्रुवदे यदु शाश्वत तव नामानि कर्माणि गुणानि शाश्वतानि च ऐश्वर्याणि गुणातीत ब्रुवदे चोत्तमे इमे कर्मज्ञानमये रूपे इमे पूर्वोत्तरे श्रुते ससूतौ युवदीशस्य स्तोतारौ तव केशव त्वं प्रज्ञानं परं ब्रह्मत्वया प्राज्ञेन शाश्वत जीव यैदेन प्रज्ञेन परे नैवात्मना त्वया तस्मात् शरीरादुत्क्रम्य कृपया तव केवलम् आमुष्मिके परे स्वर्गे त्वया दत्तात्मबोधवान् प्रज्ञानं चैव विज्ञानं मेधां दृष्टिं तथा धृतिं सर्वान् कामानवाप्नोति अमृतं स भवेत्तदा यदसंज्ञानमात्मानं यदेतद्धृति यन्मनः मनीषा चैव युक्तिश्च स्मृति सङ्कल्प एव च तपश्चक्रतवखामो दश इत्यादिते प्रभो भवन्ति नामधेयानि प्रज्ञानस्य कृणानिधेः येष त्वं परमं ब्रह्म येष त्वं वै प्रजापतिः येष त्वमिन्द्रो रुद्रश्च येष त्वं सर्वदेवताः एतानि सर्वभूतानि त्वमेव परमेश्वर सुतमित्राणि जीवायुस्तथान्यानि सनातन जरायुजाण्ढजातानि स्वेदजोद्भिद्यजानि च अश्वागावश्च पुरुषा हस्तिनश्चेतराणि च यत्किञ्चित् प्राणिजातं च जङ्गमाश्चैव जन्तवः स्थावरा ये च वैनाथ सर्वे त्वत्तो भवन्ति च त्वां हि सर्वं गतं चेद्धं वदन्ति श्रुतयो हरिं त्वयैव प्रेरिता लोकाश्चेष्टन्ते साध्वसाधुषु तस्मान्मया कृतं यच्च अपराधमिदं प्रभो क्षमस्व करुणासिन्धो गुणैशुभतमैस्तव नमस्ते पुण्डरीकाक्ष गोविन्दाच्युतमाधव वासुदेव जगद्वन्द्य नारायण नमोऽस्तु ते नमस्यामि जगत्स्वामिन् नृसिंहकरुणाकर श्रीश सर्वगतश्रीमन् परमात्मन्नमोऽस्तु ते निजावसध वैकुण्ठ नित्यमुक्तार्चितप्रभो त्रयीनाथ नमस्तुभ्यं राम राजीवलोचन भूभारकविनाशाय कृष्णानन्दस्वरूपिणे विष्णवे जिष्णवे तुभ्यं नमस्ते यदुनन्दन एवं स्तुत्वाथ गोविन्दं प्रणिपत्य उमापतिः प्राञ्जलिप्राह भूदेशो वाक्यं गम्भीरया गिरा रुद्र उवाच मया दत्तवरो ह्येष बाणो बलिसुधः प्रभो अहं च दत्तवांस्तस्मै पुराणेनार्थितो वरम् अमरत्वं यदुश्रेष्ठ सर्वं कर्तुं त्वमर्हसि तस्मादेनं बलिसुधं त्रातुमर्हसि मे प्रियम् तथेत्युक्त्वा च भगवान् बाणं बलिसुधं तदा प्राणसंशयमापन्नं चिन्नबाहुमसृच्छिदं संहृत्य चक्रं गोविन्दो मुमोच करुणानिधिः मोचयित्वा बलिसुधं शङ्करः संशितव्रतः वृषभेन्द्रं समारुह्य पार्वत्या सहितप्रभुः ययौ च वसतिस्थानं कैलासं धरणीधरम् स तु बाणो नमस्कृत्य रामकृष्णौ महाबलौ ताभ्यां वैनगरीं गत्वा मुमोच मदनात्मजम् वस्त्रैराभरणैर्दिव्यै पूजयित्वा यथार्हतः उषां सम्प्रददौ तस्मै कृष्णपौत्राय शौरये उद्वाह्य रामकृष्णौ तमनिरुद्धं यथाविधि बाणेन पूजितौ तत्र प्रद्युम्न सहितौ तदा उषया सहितं तत्रानिरुद्धं वै जनार्दनः आरोप्य स्यन्दने दिव्ये ययौ द्वारवतीं तदा रामप्रद्युम्नसहितसेनया सहितो हरिः प्रविवेश पुरीं रम्यां त्रिदशैर्मघवानिव अनिरुद्धो बाणपुत्र्या नानारत्नमये गृहे अनिशं रमयामास नानाभोगैर्मुदान्वितः इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे बाणासुरसङ्ग्रामकथनं नाम पञ्चाशदधिकद्विशततमोऽध्यायः ॐ